अस्तु, तर्हि अस्माकं विषयः अस्ति अणिजन्ताः धातवः प्रेरणार्थे. प्रथमतया अस्माभिः दृष्टं यत् स्वार्थे अपि प्रेरणार्थे भवति णिच्. अत्र अस्माकं विषयः अस्ति प्रेरणार्थकाः णिजन्ताः धातवः. अस्य अर्थस्य बोधनानन्तरं रूपाणि कानि, कथं रूपाणि सिद्ध्यन्ति इति अस्माभिः परिशीलितमस्ति. स च विषयः समाप्तः. इदानीं प्रयोगः इति विषयः आयाति. प्रयोगः नाम प्रयोजककर्तुः कुत्र तृतीयविभक्तिः, कुत्र च द्वितीयविभक्तिः. सामान्यमस्ति तृतीयविभक्तिः, सामान्यं. विशिष्टस्थलेषु द्वितीयविभक्तिः अस्ति. तर्हि अत्र अस्माकं विषयः आरप्स्यते तत्र षोडशतमे पुटे PDF. प्रयोजककर्ता, प्रयोजककर्ता पठितुं गते सप्ताहे, पुनः पठेम एकवारं लक्ष्मीभगिनी कृपया. प्रयोज्यकर्ता, प्रयोजककर्ता, अध्यापकः प्रयोजककर्ता, छात्रेण प्रयोज्यकर्ता. अत्र वाक्यमस्ति अध्यापकः छात्रेण पत्रं लेखयति. निजन्तयुक्ते वाक्ये कर्तृपदद्वयं दृश्यते. यः प्रेरकः भवति सः प्रयोजककर्ता, यः प्रेरितः भवति, यः लेखनपठनादिक्रियां करोति, यः स्वार्थक्रियायाः कर्ता, सः प्रयोज्यकर्ता इति उच्यते. अत्र कः विशेषः? निजन्तयुक्तवाक्ये कर्तृपदद्वयं भवति. तत्र यः प्रेरकः अस्ति, इत्युक्ते यः प्रेरकः अस्ति सः प्रयोजककर्ता. अस्मिन् वाक्ये अध्यापकः प्रयोजककर्ता, सः छात्रं प्रेरयति, यः प्रेरितः भवति सः प्रयोज्यकर्ता. अस्मिन् वाक्ये छात्रः प्रयोज्यकर्ता. हा, बहु समीचीनमस्ति. तर्हि प्रयोजककर्ता, प्रयोज्यकर्ता इति कर्तृपदद्वयमस्ति एतादृशेषु वाक्येषु. अग्रे अस्मिन् प्रसङ्गे अभ्यासः राजेन्द्रमहोदय. आम् महोदय. अधो निर्दिष्टेषु वाक्येषु कः प्रयोजककर्ता, कः प्रयोजकर्ता इति निर्दिशन्तु. अत्र केचन उदाहरणानि सन्ति यत्र तत् कः प्रयोजककर्ता, कः प्रयोजककर्ता, तत् कर्ता. आम् क्षम्यतां, प्रयोजककर्ता एवं कः प्रयोजककर्ता अस्ति तत् निर्दिशन्तु. अत्र वाक्यमस्ति उदाहरणद्वयेन पिता पुत्रं मन्दिरं गमयति. अत्र प्रयोजककर्ता यः प्रेरितः करोति, तत् पिता अस्ति. प्रयोजककर्ता यं प्रेरितः करोति, यः प्रेरितः भवति सः पुत्रं, पिता पुत्रं मन्दिरं गमयति. पिता स्वयं पुत्रं प्रेरयति, प्रेरयति तत् तदनन्तरं तथा पुत्रः मन्दिरं गच्छति, मन्दिरं प्रति गच्छति. प्रयोजककर्ता कः, प्रयोजककर्ता कः? प्रयोजककर्ता पिता अस्ति, यः यः प्रेरितः करोति, यः प्रेरकः अस्ति. प्रयोजककर्ता पुत्रम् अस्ति. प्रेरितः करोति इति न, प्रेरितः कश्चन भवति, प्रेरणां ददाति अथवा प्रेरयति. प्रेरणां करोति इति, प्रेरयति इति प्रयोजककर्ता, यः प्रेरयति. यः प्रेरितः भवति सः पुत्रः, पुत्रः प्रयोजककर्ता. हा तत्र संस्कृतभाषायां प्रेरितं करोति इति न वदामः. प्रेरितः भवति. आम् आं महोदय, अवगतम्. तत् क्तान्तपदस्य प्रयोगः तत्र वैशिष्ट्यमस्ति. हिन्दीभाषायां तथा सामान्यप्रयोगः अस्ति, किन्तु संस्कृतभाषायां तथा न वदामः. तत्र ल्यूट् इति वक्तव्यमस्ति. तत्र करोति इति वक्तुमिच्छति चेत् यथा बालकः समर्पणं करोति, अथवा बालकः समर्पितं करोति. तत्र धनं बालकः तत्र वाक्यं किं भवति? समर्पणं करोति अथवा समर्पितं करोति? वाक्यं वदतु. धनमिति उपयुज्य बालकः धनं समर्पितं करोति. हा, इति कथमस्ति? विद्याभगिनी वदतु. वाक्यशुद्धा? वाक्यशुद्धं न महोदय. किमर्थं समर्पितं समर्पितं समर्पणं करोति एव सम्यक्? किमर्थं समर्पितम् इति तान्तरूपं? तत्र मैं पैसा समर्पित करता हूं, तत् हिन्दीभाषायां तथा भवति. हा, रजतजन्म. तत्र पैसा समर्पित करता हूं, ये तो अहं वयं तु तथा वदामः प्रादेशिकभाषासु, किन्तु नितरां न भवति. दुर्भाग्यवशेन मम मातृभाषा हिन्दी न अस्ति. मातृभाषा का? कश्मीरी. कश्मीरी तो कश्मीरी कश्मीरी प्रायः हिन्दी इव अस्ति अस्मिन् प्रसङ्गे, न वा? किञ्चित् भिन्न गच्छति. न, किञ्चित् भिन्नमस्ति, किन्तु पञ्जाबी नाम उत्तरभारते तादृश नाम तत्र अङ्गीका, भोज्पुरी, बङ्ग्ला नाम एते सर्वे एताः सर्वाः भाषाः एतादृशाः भवन्ति. कृतान्तरूपं तथा भवति. कश्मीरी इति प्रायः तथा स्यात्, न जाने. समर्पित कर्ता एतादृशं नाम किञ्चित् भिन्नमस्ति, किन्तु तथा भवति वा? समर्पित तादृशप्रयोगः भवति वा राजन् महोदय? समर्पण कस्य प्रयोगः भवति तस्मिन् तादृशस्थलेषु? तत्र समर्पण अथवा समर्पित काश्मीरीभाषायां? यतोहि मम अनुमानमस्ति यत् यतोहि हिन्दी तथा अस्ति, काश्मीरी प्रायः तथा स्यात् तस्य तत्र भवतः दोषस्य मूलं तादृशम् इति स्यात् इति मन्ये. किन्तु अत्र संस्कृतभाषायां तत्र वाक्यं किं भवति विद्याभगिनी वदतु? बालकः धनं बालकः धनस्य समर्पणं करोति. हा, तत्र षष्टिः इति अपेक्षिता अस्ति. बालकः धनस्य समर्पणं करोति. नो चेत् तत्र हिन्दीरीत्या बालकः धनं समर्पितं करोति इति दोषपूर्णवाक्ये तथा अस्माभिः न वक्तव्यमस्ति इन्द्रान्. अस्तु, सम्यक्. अखिल भगिनी द्वितीयं. महोदय, अत्र यत्रापि यत् कुत्रापि पुकाग्मः भवति तत् तु निजन्तरूपम् एव तथा मन्ये वा? पुगागमः निजन्तरूपं न, तथा नास्ति खलु? पुगन्धलोकपदस्य च तत्र पुगागमः अस्ति, निजन्तरूपं नास्ति. यत्र कुत्रापि पुगागमः तत्र तत्र निजन्तरूपम् इति न वक्तुं न शक्नुमः. अखिल भगिनी अग्रे. आं महोदय. माता पुत्रीम् औषधं पाययति. अत्र माता इति माता प्रेरयति, तर्हि माता प्रेरकः प्रेरका, तर्हि माता अस्ति प्रयोजककर्ता. पुत्री इति प्रेरिता इति कृत्वा पुत्री अस्ति प्रयोज्यकर्ता. हा हा हा अस्तु, समीचीनमस्ति. प्रेरकः तत्र स्त्रियां किं भवति इति द्रष्टव्यं. प्रेरिका इति प्रायः, प्रेरिका इति प्रायः स्यात्. अस्तु, अग्रे गच्छेम. सरला भगिनी अग्रे. सरला भगिनी अस्ति अग्रे. माता पुत्रेण गुरुं वन्दयति. माता भवति प्रेरिका, पुत्र भवति प्रयोजकर्ता. अत्र भेदः पश्यन्तु. अत्र तत्र औषधं पाययति किन्तु पुत्रीं पाययति किन्तु पुत्रेण वन्दयति इति भेदः अस्ति. अग्रे किमर्थमिति अस्माकं विषयः अद्य. माता पुत्रीं पायति, पुत्रीम् इति द्वितीयविभक्तौ, किन्तु माता पुत्रेण वन्दयति, तत्र भेदः खलु. एकस्मिन् वाक्ये अन्यस्मिन् द्वितीयविभक्तिः अस्ति. तृतीयाविभक्तिः अस्ति इति नाम प्रयोज्यकर्तुः का विभक्तिः इति अग्रे अस्माकं विषयः अस्ति. अस्तु, समीचीनमस्ति. अग्रे मीना भगिनी अग्रे. स्वामी पाचकेन अन्नं पाचयति. स्वामी इति प्रयोजककर्ता, पाचकः प्रयोज्यकर्ता. तृतीयविभक्ति अस्ति पाचकेन इति रूपं. कः पचति? पाचकः अन्नं पचति. स्वामी पाचकेन अन्नं पाचयति. अस्तु, समीचीनमस्ति. अग्रे राजी भगिनी अग्रे. सखी बालिकया द्वारं नोदयति. सखी प्रेरिका भवति, बालिका प्रेरितः भवति. सखी प्रयोजककर्ता, बालिका प्रयोज्यकर्ता. तृतीया विभक्ति, सखी बालिकया द्वारं नोदयति. इति अस्ति. तत्र सामान्यविषयः सामान्यमस्ति इति कृत्वा बालसुब्रह्मण्यं वदतु अग्रे. स्वामी कर्मकारेण वस्तूनि आनाययति. स्वामी इति प्रेरकः, कर्मकारः इति प्रेरिका. तस्मात् स्वामी प्रयोजककर्ता, कर्मकारः प्रयोज्यकर्ता. स्वामी कर्मकारेण वा महोदय? द्वयमपि भवति, कर्मकरः दोषाय नास्ति. स्वामी कर्मकरेण वस्तूनि आनाययति इति. अस्तु, समीचीनमस्ति. सुब्रह्मण्यं वदतु. सः मां गीतं श्रावयति. अत्र सः इति प्रेरकः, अतः प्रयोजककर्ता. अहम् अत्र प्रेरितः, अतः अहं प्रयोज्यकर्ता. अस्तु, समीचीनमस्ति. अत्र अहं किं करोमि अत्र अस्मिन् वाक्ये? अहं क्षम्यतां महोदय, अहं गीतं श्रावयामि एव भवति. इति विषयः अत्र विषयः अत्र बोधनीयः अस्ति. अत्र विषयः कः किं करोति? सरला भगिनी वदतु. सः गीतं श्रावयति, अहं गीतं शृणोमि. इति विषयः अस्ति. समीचीनमस्ति. अस्तु, अग्रे गच्छेम. अत्र लक्ष्मी भगिनी अग्रे. सा सेवकेन कार्यं कारयति. सा प्रेरिका, सेवकः प्रेरितः. अतः सा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता. अत्र सेवकः कार्यं करोति. समीचीनमस्ति. अस्तु, अग्रे विद्याभगिनी अग्रे. अध्यापकः छात्रं पाठं पाठयति. अध्यापकः प्रयोजककर्ता, छात्रः प्रयोज्यकर्ता. अत्र छात्रः द्वितीयविभक्तिः. छात्रस्य द्वितीया विभक्तिः अस्ति. छात्रः किं करोति? छात्रः पठति. पठति, समीचीनमस्ति महोदय. अत्र अत्र अध्यापकः पाठयति, अत्र सः अपि स्वार्थक्रिया स्वार्थक्रिया इति न वदामः, अत्र पाठयति सः अपि कार्यं करोति किल अत्र. कार्यं करोति, किन्तु वस्तुतः तस्य आशयः अस्ति यत् सः प्रेरयति. तस्य क्रियया, अध्यापकस्य क्रियया छात्रम् अत्र क्रिया अस्ति इति अस्ति, क्रिया अस्ति, तादृशं निरन्तरप्रयोगः अस्ति, किन्तु किमपि न करोति इति अर्थः नास्ति खलु. तत्र प्रेरकः किमपि न करोति इति न अर्थः अस्ति. अर्थः कः? यत् अनेन अस्य अध्यापकेन छात्रः प्रेरितः भवति, तादृशार्थः अस्ति. अत्र छात्रः प्रेरितः भवति नाम यद्यपि सामान्यतया छात्रः बहु सक्रियः न भवति, सः सः उपविश्य शृणोति, किन्तु वस्तुतः तस्य मस्तिष्के सः चिन्तयन् अस्ति खलु, चिन्तयति सः, इति कृत्वा सः पठति. इति वैशिष्ट्यमस्ति अत्र. तत्र निजन्तस्य अर्थः एवं नास्ति यत् अध्यापकः किमपि न कुर्यात्, किमपि न कुर्यात् इति न अर्थः. छात्रः प्रेरितः भवतु इति अर्थः. अस्तु महोदय. हा, वैशिष्ट्यं यथा भवती उक्तवती तत्तु सत्यं, किन्तु अस्तु, अग्रे गच्छेम. बालसुब्रह्मण्यं महोदय अग्रे पश्य कृपया. प्रयोज्यकर्तुः द्वितीया कुत्र? अधस्तनं वाक्यद्वयं पश्यन्तु. प्रथमः, गुरुः छात्रं पाठं पाठयति. द्वितीयः, स्वामी पाचकेन अन्नं पाचयति. अग्रे उपरि निर्दिष्टं वाक्यद्वयमपि निचन्तयुक्तं. प्रथमे वाक्ये प्रयोज्यकर्ता छात्रः, द्वितीये वाक्ये प्रयोज्यकर्ता पाचकः. किन्तु प्रथमे वाक्ये प्रयोज्यकर्तुः छात्रस्य द्वितीया विभक्तिः दृश्यते, द्वितीये वाक्ये प्रयोज्यकर्तुः पाचकस्य तृतीया विभक्तिः दृश्यते. एतेन ज्ञातं यत् निजन्तवाक्येषु सर्वत्र द्वितीया इति सर्वत्र द्वितीया इति वा निर्णेतुं न शक्यते इति. क्रियापदानाम् अर्थः दृष्ट्वा द्वितीया तृतीया वा करणीया भवति. किमस्ति अत्र? सो अत्र प्रथमे वाक्ये प्रयोज्यकर्तुः छात्रस्य द्वितीया विभक्तिः अस्ति. अनन्तरवाक्ये प्रयोज्यकर्तुः पाचकस्य द्वितीया विभक्तिः दृश्यते. सर्वत्र द्वितीया इति अथवा सर्वत्र तृतीया इति निर्णेतुं न शक्यते, सरलं भवति. अर्थं दृष्ट्वा एव निर्णेतुं शक्यते. हा, इति अस्ति, बहु समीचीनमस्ति. सामान्यमस्ति तृतीया विभक्तिः, कुत्र कुत्र द्वितीया विभक्तिः अस्ति इति अग्रे द्रष्टव्यमस्ति. अखिला भगिनी अग्रे. गतिबुद्धि प्रत्यवसानार्थ शब्दकर्माणा कर्मकाणाम् अणिकर्ता स नौ. पुनः पठतु, तत्र मन्दं मन्दं, द्वितीयशब्दः सावधानतया. गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता स नौ. दृशेश्च इति वार्तिकं नीवह्योर्न आदिकाद्योर्न भक्षयते रहिंसार्थस्य न गति बुद्धि प्रत्यवसानर्थकाणां शब्दकर्मकाणाम् अकर्मकाणां च धातूनां निजन्ते प्रयोज्यकर्तुः द्वितीया भवति दृशधातोः प्रयोगे अपि निजन्ते प्रयोज्यकर्तुः द्वितीया एव गत्यर्थकेषु नीवह् धातोः प्रत्यवसानार्थकेषु अद् भक्ष् धातोः भक्षयतेः अहिंसार्थकस्य चापि द्वितीया न भवति तर्हि सूत्रं वदति तत्र गतिबुद्धि प्रत्यवसान प्रत्यवसान इत्युक्ते खादनम् आहारं भक्षणं तादृश अर्थे ये धातवः सन्ति तेषाम् अपि च शब्दकर्मकाणाम् इत्युक्ते येषां धातूनां कर्म भवति शब्दः तादृशधातूनां पटधातुः पठ् पट् इति धातुः कर्म अस्ति शब्दः तर्हि तादृशधातुः अपि च अकर्मकधातूनाम् इत्युक्ते येषां धातोः कर्मपदं नास्ति अकर्मकधातूनां च निजन्तप्रयोगे प्रयोज्यकर्ता यः अस्ति तस्य द्वितीया विभक्तिः भवति इति सूत्रं वदति तदनन्तरं तत्र वार्तिकम् एकमस्ति यद् दृशेश्च इति वदति इत्युक्ते दृष्टातोः अपि तथा भवति इति इत्युक्ते दृष्टातोः यदा दृष्टातोः प्रयोगं भवति तस्मिन् सन्दर्भे अपि इत्युक्ते निजन्ते अपि तस्य प्रयोजकर्तुः द्वितीया भवति इत्युक्ते प्रयोजकर्तायाः क्षम्यता प्रयोजकर्तायः अस्ति तस्य द्वितीया भवति इति तदनन्तरमपि प्रायः वार्तिकत्रयम् इति एव चिन्तयामि महोदय तत्र तत्र यदा गत्यर्थकधातुः अस्ति नी अपि च वह् इति तयोः धातोः अपि च प्रत्यवसानार्थ इत्युक्ते भोजन अथवा भक्षणार्थे अद् इति यः धातुः अस्ति तस्य धातोः अपि च भक्ष् खलु हा अपि च भक्ष् इति धातोः अपि च भक्षयतेः इति इत्युक्ते भक्षधातोः अहिंसार्थकः अपि अस्ति अहिंसार्थे अपि तस्य प्रयोगः भवति तस्मिन् अर्थे अपि भक्षधातोः तत्र प्रयोज्यकर्तुः द्वितीया भवति इति यद्यपि उपरि उक्तं सूत्रेण न भवति इति तत्र तैः ताभिः तैः वार्तिकैः उच्यते अत्र अतः गति इति उपरि गतिबुद्धिः प्रत्यवसानार्थक शब्दकर्माकर्मकाणाम् अणिकर्ता सनौ इति सूत्रेण गति अर्थकधातूनां द्वितीया विभक्तिः अस्ति प्रयोजकर्तुः किन्तु नीधातुः यद्यपि गत्यार्थकः तथापि तस्य तृतीया विभक्तिः भवति न तु द्वितीया विभक्तिः इति इत्यादिकम् अत्र उक्तम् अस्तु समीचीनमस्ति धन्यवादः भगिनि तत्र भक्ष्यतेः इति अस्ति तत् कीदृशरूपमस्ति महोदय भक्ष्यति तिङन्तरूपं भक्ष्यतेः अत्र स्टिप् इति कथितमस्ति स्टिप् अत्र सुबन्तमस्ति षष्टिविभक्त्यन्तमस्ति सम्यक् इक्ष्टिपौदातु निर्देशितेन अग्रे गच्छेम सुब्रह्मण्यमहोदय महोदय अधो निर्दिष्टानां धातूनां निजन्ते प्रयोज्यकर्तुः द्वितीया भवति इदानीमेव वयमत्र उपरि दृष्टवन्तः कुत्र द्वितीया भवति इति अत्र प्रथममस्ति गत्यर्थकानां धातूनां नयति वहति इति धातुद्वयं विहाय यथा गच्छति अटति सञ्चरति इत्यादयः. अत्र प्रथममस्ति कुत्र द्वितीया भवति प्रयोज्यकर्तोः प्रयोजकर्तुः द्वितीया कुत्र भवति इति अत्र निजन्तरूपेषु प्रथममस्ति अत्र गत्यर्थकानां धातूनां यथा गच्छति अटति सञ्चरति इत्यादयः. परन्तु अत्र उपरि दृष्टवन्तः निवह्योर्न इति वार्तिकेन अत्र नयति वहति धातुद्वयं विहाय अत्र यत्र कुत्रापि गत्यर्थकधातुः निजन्तरूपम् उपयोगं भवति अत्र प्रयोज्यकर्तुः द्वितीयाविभक्तेः भवति इति अर्थः. द्वितीयमस्ति बुद्ध्यर्थकानां ज्ञानार्थकानां धातूनां यथा जानाति बोधति इत्यादयः. यत्र कुत्रापि ज्ञानार्थकधातुः धातोः उपयोगं निजन्तरूपेषु भवति अत्र प्रयोज्यकर्तुः द्वितीयाविभक्तेः भवति इति. तृतीयमस्ति प्रत्यवसानात् द्वितीयाविभक्तिः भवति. आम् महोदय, क्षम्यताम्. तृतीयमस्ति प्रत्यवसानार्थकानां इत्युक्ते भक्षणार्थकानां धातूनां अत्ति खादति भक्षयति इत्येतान् धातून् विहाय यथा पिबति भुङ्क्ते अस्नाति इत्यादयः. अत्र प्रत्यवसानार्थकः इत्युक्ते भक्षणार्थकः इति. अत्र तेषां धातूनां अत्र उदाहरणार्थमस्ति पिबति भुङ्क्ते अस्नाति. यत्र कुत्रापि एते धातवः निजन्तरूपेषु वयम् एषां धातूनाम् उपयोगं निजन्तरूपेषु भवति तत्र पुनः प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति. परन्तु वाक्यं पुनः वदतु सम्यक्तया. यत्र धातूनां येषां धातूनां उपयोगं उपयोगं भवति इति उक्तवान् पुनः. तेलुगुभाषायां तथा अस्ति महोदय, मातृभाषायां तथा अस्ति. उपयोगः एतेषां धातूनाम् उपयोगः निजन्तरूपेषु भवति तत्र प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति इति. परन्तु अत्र पुनः अत्र एकं वार्तिकमस्ति आदिखाद्योर्न इति. इत्युक्ते अत्ति खादति भक्षयति अपि च भक्षयेते रहिंसार्थस्य न इति अपि अन्यत् वार्तिकमस्ति. वार्तिकद्वयेन अत्र वयं ज्ञातुं शक्नुमः अत्ति खादति भक्षयति इत्येतान् धातून् विहाय यत्र कुत्रापि भक्षणार्थकधातोः उपयोगः भवति तत्र प्रयोज्यकर्तुः द्वितीयाविभक्तिः इति अर्थः. अपि च भक्षयति इत्यस्य अत्र अहिंसार्थभक्षयति इत्यस्य कृते एव इति अपि दत्तमस्ति. अत्र द्वितीयाविभक्तिः न भवति इति. चतुर्थमस्ति शब्द एव येषां कर्म तादृशानां धातूनां यथा पठति शृणोति अधीते इत्यादयः. इत्युक्ते यत्र यत्र कुत्रापि अत्र शब्द रूपधातुः इत्युक्ते अत्र कर्म शब्दरूपकर्म इति अर्थः अत्र इत्युक्ते अत्र श्रवणं वा पठनम् एतादृश एतादृशानि कार्याणि भवन्ति तत्र निजन्तरूपेषु पुनः प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति इति अर्थः अत्र समीचीनमस्ति. अत्र अत्र सावधानतया द्रष्टव्यमस्ति ज्ञानार्थकानां शब्दकर्म येषां ते इत्येषामपि तत्र भेदः अस्ति. जानाति पठति अत्र ज्ञादातोः अर्थः अस्ति ज्ञानं नाम ज्ञानार्थे. अत्र पठति इत्यस्य अर्थः ज्ञानार्थकः ज्ञानार्थकधातुः नास्ति. अत्र तस्य शब्द एव कर्म इति कृत्वा भेदः अस्ति. शृणोति अधीते शब्दं शृणोति किन्तु ज्ञानं बोधति इति भेदः अस्ति. द्वयोः अपि द्वितीयविभक्तिकत्वम् अस्ति प्रयोजकर्तुः. अस्तु समीचीनमस्ति, अग्रे गच्छेम. महोदय तत्र ज्ञानं बोधयति इति सम्यक् ज्ञानं बोधयति इति सम्यक् वा? तत्र अर्थः अस्ति ज्ञानं बोधयति इति न, अत्र तस्य अर्थः तस्य कर्म ज्ञानम् इति कर्म इति न अर्थः अस्ति तस्य तादृश अर्थः अस्ति तस्य. अत्र पठदातोः श्रुदातो तत्र श्रुदातोः च शब्द एव कर्म इति भेदः अस्ति. अत्र जानाति बोधति इत्येषाम् अर्थः अस्ति ज्ञानम् इति कृत्वा. अग्रे गच्छेम, भवती एव पठतु अग्रे. महोदय एकः प्रश्नः अत्र बुध् धातोः अत्र धातुत्रयमस्ति परन्तु भुआदिगणे धातुद्वयमस्ति. अत्र एकस्य अर्थः अस्ति बोधनं, द्वितीयस्य अर्थः अस्ति अवगमनं. द्वयोः कृते अपि बुद्ध्यर्थकानां धातूनाम् इति एव स्वीकुर्मः वा? हा प्रायः, अग्रे गत्वा दृष्टामि, अग्रे दृष्ट्वा वदामि, किन्तु प्रायः तथा स्यात् इति भाति. अग्रे गच्छेम. अकर्मकाणां यथा जागर्ति तिष्ठति उपविशति हसति रोदिति इत्यादयः अपि च दृष्टातोः तत्र सर्वत्र द्वितीयाविभक्तिः भवति. अस्तु, अग्रे एतेषां सर्वेषाम् अभ्यासः भविष्यति. तत्र सूत्रं प्रमुखसूत्रं मनसि तिष्ठति चेत् अस्माकं भ्रमः न भवति. एतदाधारेण तत्र बोधो जायते. अस्तु, न सरला भगिनी अग्रे. अकर्मकधातूनाम् अकर्मकानां यथा अभवत् अकर्मकधातूनां ऋजन्ते प्रयोजकर्तु द्वितीया अजन्ताः अकर्मकाः धातव यत्र अणिजन्ताः अकर्मकाः धातव यत्र प्रयुक्ताः तादृशेषु वाक्येषु कर्मपदं न भवति खलु? यदा ते च धातव ऋजन्ताः भवन्ति तदा तेन युक्तानि वाक्यानि सकर्मकाणि भवन्ति. तन्नाम प्रयोजकर्तुः तन्नाम प्रयोजकर्तुः द्वितीया भवति. तन्नाम इत्युक्ते तत् नाम तस्य अर्थः कः? तस्य सकर्मकधात् यदि ऋजन्त भवति तस्य नाम तन्नाम इत्युक्ते तत्र इत्युक्ते इति एव खलु महोदय? तत्र कथनस्य आशयः एवमस्ति यत् इति अर्थः अस्ति इत्युक्ते सरला भगिनी खलु. अस्तु, मीना भगिनी अग्रे. अधः कर्त्रा कर्त्या यत् न कृतं त तत् निर्दिष्टम् अस्ति. तेन कर्ता तया कर्त्या यद्यपि तत् न कृतं किन्तु तत् कारितम्. अतः अधः अत्र पुनः पठतु, अत्र पुनः पठतु सम्यक्तया. अधः कर्त्रा कर्त्या यत् न कृतं तत् अत्र किमस्ति? कर्त्रा कर्त्र्या कार्यं न. तत् द्वयोः पदयोः भेदः कः? प्रयोज्यकर्ता प्रयोजककर्ता प्रयोज्यकर्ता. न न कर्त्रा कर्त्र्या तत्र सम्यक्तया भवती अवगन्तुं शक्नोति अत्र कः भेदः अस्ति, किमस्ति अत्र? लिङ्गभेदं महोदय. वदतु वदतु. कर्ता कर्त्री प्रातिपदिकभेदः. आम्, द्वयोः प्रातिपदिकं किं? कर्तृ प्रातिपदिकं फर् कर्ता, कर्त्री इति एव, कर्त्री एव. आम्, स्त्रियां यथा प्रथमविभक्तौ अस्ति. कर्तृ इत्यस्य कर्त्रा, कर्त्री इत्यस्य तृतीयविभक्तौ. तृतीयविभक्तौ उभयत्र कर्त्र्या. द्वयोः तृतीयविभक्तिः. द्वयोः अपि तृतीया अस्ति. मीना भगिनी अस्तु पुनः. अधः कर्त्रा कर्त्या यत् न कृतं. रेफा अस्ति कर्त्र्या. कर्त्र्या, ओके. कर्त्र्या यत् न कृतं तत् निर्दिष्टम् अस्ति. तेन कर्त्रा तया कर्त्र्या यद्यपि तत् न कृतं किन्तु तत् कारितम्. अतः अधः सूचितानां वाक्यानाम् आधारेण कः वा का किं कारितवान् वा कारितवती इति लिखन्तु. प्रयोजकर्ता अकर्मणधातुः अस्ति, अतः प्रयोज्यकर्ता न कार्यं करोति. तथापि तस्य कार्यं कारितवान् वा कारितवती. अतः अकर्मकधातुः अतः न कृतवान् इति न, णिजन्तरूपम् अस्ति इति कारणतः. नाम अकर्मकधातुः अस्ति चेदपि तत्र कर्ता कार्यं करोति खलु, किन्तु णिजन्तप्रसङ्गे तत्र णिजन्तप्रसङ्गे किं भवति? द्वितीयाविभक्ति अस्ति, किन्तु अत्र विषयः कः? अत्र द्वितीयाविभक्ति द्वितीयाविभक्तिः द्वितीयाविभक्तिशब्दः एव नास्ति अत्र. अत्र भवती यत् पठितवती तस्य अर्थः कः? न अवगच्छामि महोदय, सम्यक् न अवगच्छामि. अस्तु, कः वदति? विद्याभगिनी वदतु. सामान्यतया तत्र अकर्मकधातूनां कर्मपदं न भवति, परन्तु निजन्तवाक्येषु कर्मपदं भवति. अत्र कर्तुः न कृतवान् परन्तु सः प्रेरयति, अन्यं कार्यार्थं प्रेरयति. आम्, कः करोति कः कारयति इति इति प्रश्नः अस्ति तावदेव. कः करोति कः कारयति इति. अस्तु, राजीवनि अग्रे. उदाहरणं, रविः न पतितवान्, रविः अरविन्दं पातितवान्. अस्मिन् वाक्ये रविः न पतितवान् स्वयं न पतितवान्, सः अन्यं पातितवान्, अन्यं अरविन्दं पातितवान् सः तत् कारितवान् अरविन्दं कारितवान् अतः रविः अरविन्दं पातितवान् रविः अरविन्दं पातितवान् इत्यस्य अर्थः कः रविः सः स्वयं न पतति सः कः पतति अरविन्दः पतति रविः अरविन्दं पतितकार्यं कारितवान् पतितं कार्यं कारितवान् किल पतनकार्यं पतनकार्यं कारितवान् अस्तु प्रथमं वीणा न हसितवती वीणा सीमां हासितवती इति पुस्तकमस्ति वा भवत्याः पार्श्वे आम् महोदय तत् तथा न करणीयमस्ति खलु केवलं पृष्ठभागे किम् अस्ति इति न इति अदृष्ट्वा तत्र अवगन्तव्यमस्ति अस्माभिः तत्र यत् किमपि नाम भवितुमर्हति अन्यत् नाम स्थापयतु वीणा बालकं हासितवती अत्र कः अत्र किं किं कं किं कः वीणा स्वयं न करोति सा बालकं हसनकार्यं कारितवती कारितवती अस्तु सम्यक् अस्ति अस्तु द्वितीयं वाक्यं कः राजेन्द्रमहोदय आम् आं महोदय विद्या न रुदितवती अत्र अस्ति विद्या स्वयं न रोदति परन्तु अन्यस्य अन्यं कमपि रोदितवती विद्या बालकम् उदाहरणतया बालकं रोदितवती अतः कः रोदिति बालकः रोदिति विद्या तं प्रेरयति हा अस्तु समीचीनमस्ति अस्तु समीचीनमस्ति अग्रे तृतीयं वाक्यं लक्ष्मीभगिनी तृतीयं रामः न उत्थितवान् अत्र स्थाधातुः अस्ति स्थाधातोः निजन्तरूपम् अत्र उत्थापितवान् तथा भवति अत्र स्थाधातुः अत्र अकर्मकधातुः इति भाति रामः मित्रम् उत्थापितवान् बहु सम्यक् अस्ति अस्तु अग्रे गच्छेम बालसुब्रह्मण्यं वदतु अग्रे दिनेशः न उपवेष्टवान् उपविष्टवान् न उपविष्टवान् दिनेशः सतीम् उपवेष्टवान् अत्र इडागमः अपेक्षितः अस्ति उपवेशितवान् दिनेशः सखीम् उपवेशितवान् प्रयोजकः दिनेशः सखी प्रयोज्यः उपवेशितवान् द्वितीयविभक्ति सखीम् इडागमः किमर्थं भवति इति चेत् यद्यपि अणिच् इति न अणिच् इति इडागमं न स्वीकरोति किन्तु क्तवतु इति स्वीकरोति क्तवतु अत्र क्तवतु इति प्रत्ययः अस्ति गतवान् पठितवान् अत्र इडागमः अस्ति तत्र धातुः सेट् अस्ति चेत् इति विषयान्तरमस्ति धातुः सेट् अस्ति चेत् इडागमः नाम धातुः अपि प्रत्ययः अपि सेट् इति चेत् इडागमः भवति इति सामान्यनियमः. उपवेशितवान्, पठितवान्, किन्तु गतवान्, दत्तवान्. एवं तत्र कथं जानीमः इति चेत् अत्र केवलम् अनुभवेन इति वदामः. अत्र भाषावर्गे केवलम् अनुभवेन, तत्र अस्माकं व्याकरणवर्गे पद्धतिः अस्ति, अग्रे गत्वा ज्ञास्यामः. अस्तु, समीचीनमस्ति. अग्रे अग्रे सरला भगिनी वदतु. गोपालः न कुपितवान्, गोपालश्यामं न कोप्यत्तवान्. श्याम न गोपाल स्वयं न कुपितवान्, किन्तु श्यामं कोपितवान्. कोपितवान्, कोपितवान् इति कुपितवान्, कोपितवान्. महोदय, लठि यकार कृत्वान्त प्रति यकार लोप भवति इदानीं. यदा कुप् अस्ति वयं कोप्यति इति, तत्र अत्र प्रक्रिया नितरां भिन्ना अस्ति. लोपः इति न वक्तव्यमस्ति. प्रक्रिया नितरां भिन्ना अस्ति. इदानीं भाषावर्गे अत्र अस्माकं तत्र कृतान्त अथवा कृतवतु इति अस्य अत्र विषयः नास्ति. केवलम् अनुभवेन जानीमः. कोपितवान् इति रूपमस्ति. अग्रे गत्वा तत्र व्याकरणवर्गे सत्स्यामः. अखिल भगिनी. महोदय, एकः प्रश्नः. किमिति पृच्छतु भगिनि, पृच्छतु भगिनि. एकः प्रश्नः अस्ति, पातितवान् किमर्थं पातयितवान् इति न रूपं पातयति इति एव प्रश्नः. पुनः नाम प्रक्रिया भिन्ना अस्ति. पातयेत तत्र कृतवतु इति अस्ति, धातु अस्ति पाठि. तर्हि इदानीम् अस्मिन् विषये तत्र गन्तुं न इच्छामि, यतोहि तत्र आर्धधातुकप्रक्रिया अस्ति. अत्र अस्माकं विषयः नास्ति. अत्र अनुभवेन जानीमः. तत्र रूपं भिन्नम् अस्ति. तत्र व्याकरणवर्गमागच्छतु. तत्र रविवासरे अयं विषयः आयास्यति. रविवासरे रात्रिवेलायां तत्र नववादने कथमस्ति इति पाठितम्. अत्र कृतवतु इति अस्य प्रक्रिया. अस्तु, अग्रे महोदय, क्षम्यताम्. अत्र पुनः किञ्चित् व्याकरणविषये एव, परन्तु अत्र मम अवगमनार्थमत्र उपविष्टवान् अत्र धातुः अस्ति वेश्, निजन्तधातुः अस्ति वेशी, अतः वेशितवान् इति भवति किल, न तु इडागमः. वेशी इति धातुः अस्ति. वेशी इति धातुः अस्ति, किन्तु पठितवान्, गतवान्, गतवान् अत्र एकनिमेषः. तत्र क्तवतु इत्यस्मिन् तवतु उपवेशितवत् तत्र पठितवान्. अत्र पाठि इति धातुः भवति किल, न किन्तु द्रष्टव्यमस्ति. अत्र इदानीम् अग्रे तत्र किञ्चित् पुनस्मरणं कृत्वा वक्ष्यामि. तादृशम् अस्ति न वा इति द्रष्टव्यमस्ति. यतोहि यथा अत्र दापि तत्र दापयति, दापयितवान् भवितुम् अर्हति. तत्र एकनिमेषः, तत्र गं धातोः गामयति. अग्रे किञ्चित् अग्रे दृष्ट्वा वदामि. अग्रे गच्छेम. इदानीम् अस्माकं विषयः नास्ति. अग्रे दृष्ट्वा किञ्चित् दृष्ट्वा वक्ष्यामि. कस्य आसीत् सरला भगिनी उक्तवती खलु? सः न भीतवान्, सः मां भायितवान् हा भायितवान् भीदातुः समीचीनमस्ति अग्रे राजेन्द्रमहोदय अग्रे महोदय बालिका न पतितवती अत्र बालिका न पतति यं कमपि किमपि पातितवती बालिका पातितवती बालकं पातितवती उदाहरणतया हा सत्यं हा इति अस्ति अस्तु अग्रे अग्रे मीना भगिनी अग्रे बालकः न रुदितवान् रोदितवान् इति रूपं बालकः शिशुं न रोदितवान् शिशुं रोदितवान् हा सत्यं हा रोदितवान् बालकः शिशुन् रोदितवान् शिशुः इति शिशुः इति शिशुः इति अस्य द्वितीयविभक्त्यन्तं किं शिशुः शिशुः शिशवः शिशुं शिशुं मकारः शिशुं रोदितवान् हा समीचीनमस्ति अस्तु अग्रे लक्ष्मीभगिनी अग्रे एषः न अनुश्रुतवान् अनु उपसर्गपूर्वक श्रुधातुः अत्र अनुसरति अनुसारितवान् इति अस्ति एषः सः न अनुसारितवान् सः यं किमपि अनुसारितवान् इत्युक्ते अत्र एषः मित्रम् अनुसारितवान् अनुसारितवान् इति अस्ति अस्तु अखिला भगिनी अग्रे न अटितवान् अधिकारी बालकम् अटितवान् अटितवान् इति विषयः अस्तु अग्रे विद्याभगिनी अग्रे विदूषकः न मोदितवान् विदूषकः जनान् मोदितवान् हा मोदितवान् अस्तु अग्रे सरला भगिनी अग्रे धनिकः न चालितवान् धनिकः चालितवान् हा हा हा चालितवान् इति विषयः बहु सम्यक् अस्ति अस्तु अग्रे बालसुब्रह्मण्यमनग्रे गीता न प्रवृतवती गीता भ्रातरं प्रवारितवती पुनः पठतु कृपया गीता न गीता न प्रवृत्तवती गीता भ्रातरं प्रवारितवती प्रवर्तितवती दिव्या न नष्टवती दिव्या धनं नाशितवती नाशितवती दिव्या धनं नाशितवती धनं कर्ता नास्ति हा धनमिति भवितुमर्हति वाक्ये, किन्तु पुनः वदतु सम्यक्। सत्यं सत्यं दिव्या न नष्टवती, किन्तु हा सत्यं, हा पुनः वाक्यं वदतु। अहम् उक्तवती दिव्या धनं नाशितवती। वाक्यं साधु, वाक्यं साधु अस्ति, किन्तु हा न, मीना भगिनी वाक्यं तदेव अस्ति, वस्तुतः वाक्यं तदेव अस्ति। अत्र भवत्याः प्रश्नः सम्यक् अस्ति, वाक्यं तदेव अस्ति, प्रयोजककर्तुः धनमस्ति, धनं स्वयं नशितवती। अस्तु महोदय। न यतोहि नष्टातुः अकर्मकः इति भवत्याः प्रश्नः बहु सम्यक् अस्ति। नष्टातुः अकर्मकः अस्ति इति कृत्वा तत्र धनं नश्यति इति वाक्यमस्ति। धनं नश्यति इति वाक्ये कर्ता कः? कर्ता नास्ति। नाम इदानीं पुस्तकम् अस्ति, पुस्तकम् अस्ति इति वाक्ये कर्तृपदं किम्? कर्तृपदं नास्ति। नास्ति वा? नूतनसमाचारः। न, पुस्तकम् अस्ति, सारि, पुस्तकं यत्र अकर्मकधातुः अस्ति, अस् धातुः, नष् धातुः, तत्र कर्तृपदं तदेव भवति, कर्मपदं नास्ति। एवं नास्ति यत् कर्मपदम् अस्ति कर्तृपदं नास्ति, कर्तृपदमस्ति कर्मपदं नास्ति। पुस्तकमस्ति इति वाक्ये पुस्तकं कर्तृपदमस्ति, धनं नश्यति इति वाक्ये धनं कर्तृपदमस्ति। आं महोदय। हा, अतः अत्र दिव्या धनं नाशितवती इति तत्र दिव्या इति प्रयोजककर्त्री अस्ति, अपि च धनं प्रयोजककर्ता अस्ति, धनमेव अस्ति। इदानीं पुनः अग्रे गत्वा वक्तुं शक्नुमः यत् दिव्या मित्रेण धनं नाशितवती इति, तदपि अस्ति, तदपि भवितुमर्हति, किन्तु सामान्यवाक्यं तन्न। सामान्यवाक्यमस्ति यत् दिव्या धनं नाशितवती, तत्र प्रयोजककर्ता अस्ति, तत्र धनम्। अत्र महोदय एवम् अस्ति वा, यथा दिव्या स्वयं न नश्यति परन्तु धनं नाशितवती? हा, दिव्यं न नश्यति इत्युक्ते किं? स्वयं नष्टं न भवति, नष्टा न भवति दिव्या, स्वयं नष्टा नास्ति इति अर्थः। अस्तु, लक्ष्मी भगिनी अग्रे। महोदय, मम एकः प्रश्नः अस्ति, अत्र एतेषु वाक्येषु निजन्तरूपे अपि कुत्रापि यकारः न दृश्यते, यकारः अस्ति वा? हासितवती, रोदितवती, तथा एव अस्ति। अस्तु अस्तु अस्तु, तत्र अग्रिमे सप्ताहे क्तवतु इति अस्य प्रक्रियां किञ्चित् प्रदर्शयामि। हा, अत्र आर्धजातकप्रक्रियां सर्वे जिज्ञासवः सन्ति, अग्रिमे सप्ताहे किञ्चित् प्रदर्शयामि कथमस्ति इति। अग्रे गत्वा किञ्चित् विलिख्य प्रदर्शयामि अग्रिमे सप्ताहे। गत्यर्थकधातूनां निजन्ते माता इति अन्तिमम् अस्ति, अन्तिमं माता न शयितवती, अत्र शि इति धातुः, शि इति धातुः शायितवती इति रूपम् आगच्छति, निजन्तरूपं, माता पुत्रं शायितवती हा इति समीचीनमस्ति यतोहि शी धातुः अकर्मकः अस्ति अतः पुत्रेण इति नास्ति पुत्रम् इति विषयः अस्ति सर्वेषाम् अपि रुचिः अस्ति यत् कथं तावत्तु इति अस्य रूपं सिध्यति अग्रिमसप्ताहे किञ्चित् प्रदर्शयामि किन्तु अत्र प्रमुखविषयः कः इदानीं प्रमुखविषयः अस्ति यत् कर्मपद तत्र प्रयोजकर्तुः द्वितीयविभक्तिकत्वम् इति विषयः अस्ति तत् इदानीं शिक्षा सा अस्ति यत् निजन्तप्रयोगे यत्र अकर्मकधातुः अस्ति तत्र प्रयोजककर्तुः द्वितीयविभक्तिकत्वम् इति मनसि भवेत् अस्तु अग्रे गच्छेम अधुना अखिला भगिनी अग्रे गत्यर्थकधातूनां निजन्ते प्रयोज्यकर्तुः द्वितीया नयति वहति इति धातुद्वयं विहाय रामः विद्यालयं गच्छति इत्येतत् अनिजन्तक्रियापदयुक्तं वाक्यं यदा पिता गमयति तदा निजन्तवाक्ये पिता प्रयोजककर्ता भवति प्रयोज्यकर्तुः रामस्य द्वितीया विभक्तिः भवति यथा रामः विद्यालयं गच्छति पिता रामं विद्यालयं गमयति तर्हि अत्र अस्ति यथा पूर्वं वयं सूत्रे दृष्टवन्तः गत्यर्थकधातुः अस्ति चेत् तस्य तेषां धातूनां निजन्तप्रयोगे प्रयोज्य कर्तुः द्वितीया विभक्ति भवति नयति वहति इति धातुद्वयं तयोः तथा न भवति तर्हि वाक्यमस्ति रामः विद्यालयं गच्छति इति एतद् वाक्यम् अनिजन्तवाक्यं गच्छति इति अनिजन्तधातुः रामः स्वयं विद्यालयं गच्छति इति अत्र अर्थः यदा पिता प्रेरयति रामं विद्यालयं प्रति गन्तुं तदा पिता भवति प्रयोजककर्ता रामः भवति प्रयोज्यकर्ता तस्मिन् सन्दर्भे निजन्तप्रयोगं तर्हि वाक्यं भवति पिता रामं विद्यालयं गमयति तर्हि इदानीं गमयति इति गत्यर्थक निजन्तरूपम् इति कृत्वा अत्र रामस्य द्वितीयाविभक्त्यन्तरूपं प्रयोजककर्ता इति कृत्वा तर्हि पिता इति प्रयोजककर्ता रामः इति प्रयोज्यकर्ता पिता रामं विद्यालयं गमयति इति वाक्यम् हा बहु सम्यक् अस्ति अस्तु विद्याभगिनी अग्रे अधः अनिजन्तक्रियापदयुक्तानि वाक्यानि निर्दिष्टानि वाक्यानां पुरतः प्रयोजककर्ता आवरणे निर्दिष्टः एतदाधारेण प्रयोज्यकर्तृपदं द्वितीयविभक्तौ लिखन्तः निजन्तवाक्यानि लिखन्तु इति अत्र अनिजन्तवाक्यानि अस्ति तत्र आवरणे प्रयोजककर्ता अस्ति तस्य उपयोगं कृत्वा अत्र निजन्तवाक्यानि लिखन्तु इति अस्ति प्रयोज्यकर्तृपदं द्वितीयविभक्तौ भवेत् अत्र उदाहरणमस्ति पुत्री मन्दिरं गच्छति आवरणे माता एव प्रयोजककर्त्री पुत्री प्रयुज्यकर्त्री वाक्यमस्ति निजन्तवाक्यमस्ति माता प्रयोज्यकर्त्री माता पुत्रीं मन्दिरं गमयति गम् इति धातुः गमयति इति वाक्यम् गमयति इति अस्ति अस्तु मीना भगिनी अग्रे पुत्रः नगरं गच्छति गम् धातुः गमयति इति रूपं पिता पुत्रं नगरं गमयति इति अस्ति अस्तु राजेन्द्रमहोदय अग्रे आं महोदय कार्यकर्ता आपणं गच्छति, आवरणे अस्ति अध्यक्षः, अध्यक्षः कार्यकर्तुम् आपणं गमयति. किन्तु सम्यक्तया वदतु, अध्यक्षः अध्यक्षः कार्यकर्तुम् तत्र ऋकारान्तपदस्य विभक्ति किं कार्यकर्तारं आपणं गम्यते, कोऽपि उक्तवान् महोदय, तत् श्रुत्वा श्रुत्वा अहं वदामि. कार्यकर्तां तत्र वदतु द्विवचने तृतीयः बहुवचने कथमस्ति, कर्तृशब्दः कर्ता कर्ता अस्तु सरला भगिनी वदतु. कर्ता कर्तारौ कर्तारः कर्तारं कर्तारौ नेता नेतारो नेता बहुवचने किमस्ति, बहुवचने द्विवचनं भवति, कर्तर राजी भगिनी वदतु. कर्ता कर्तारौ कर्तारः कर्तारं कर्तारौ कर्तृ पुनः न श्रूयतम् अस्माभिः, पुनः वदतु. कर्तारं कर्तारौ ध्वनिः कुतः आगच्छति, कस्यचित् गृहे ध्वनिः अस्ति, पुनः वदतु. कर्ता कर्तारं कर्तारः कर्तारं कर्तारौ कर्तॄन् कर्तॄन् कर्तॄन् दीर्घकारः अस्ति. कर्त्रा कर्तृभ्यां कर्तृभिः कर्त्रे कर्तृभ्यां कर्तृभ्यः कर्तुः कर्तृभ्यां कर्तृभ्यः कर्तुः कर्त्रोः कर्तॄणां देन् कर्तरि कर्त्रोः कर्तृषु इति अहं चिन्तयामि. सम्यक् अस्ति. षष्टि षष्टि बहुवचने पुनः वदतु सम्यक्तया, उक्तवती षष्टि बहुवचने कर्तॄणां तत्रापि दैर्घ्यमस्ति. अस्तु सम्यक् अस्ति, इति वाक्यं जातमस्ति, द्वितीयं जातमस्ति. पुनः राजेन्द्रमहोदय वदतु. कार्यकर्त्राम् आपणं गम्यते, अध्यक्षः कार्य पुनः वाक्यं किम् अध्यक्षः कार्यकर् वाक्यं यद् लिखितमस्ति कार्यकर्ता आपणं गच्छति, आवरणे अध्यक्षः अस्ति. इदानीम् अध्यक्षः कार्यकर्त्राम् आपणं गमयति. पुनः अध्यक्षः अध्यक्षः कार्यकर्त्राम् आपणं गमयति. एतावत् तावत् श्रवणं अस्य तावतः श्रवणानन्तरं पुनः वदति तथा द्वितीयविभक्त्यन्तरं किम् कर्तारं कार्यकर्तारं अध्यक्षः अध्यक्षः कार्यकर्तारम् आपणं गमयति. इति वाक्यमस्ति. अस्तु समीचीनमस्ति. अग्रे अग्रे अस्ति सुब्रह्मण्यं महोदय. अग्रे महोदय, अत्र पान्थः इति दत्तमस्ति, तत्तु पन्थाः खलु महोदय, प्रथमाविभक्तौ पान्तः इति अन्य प्रायः अन्यत् पान्तः इति वाक्य इति भवति खलु, पान्तः इति वार्ता पदमस्ति, ट्रावलर् इति अर्थं पदमस्ति इति मन्ये. परन्तु अत्र पन्थाः इति मार्गः मार्गः इति अर्थः, पन्थाः इत्युक्ते मार्गः न तु अत्र पथिन् इति किल महोदय प्रातिपदिकं पथिन् इत्यस्य प्रथमाविभक्तौ एकवचने पन्थाः पथिन् इत्युक्ते यः मार्गे अस्ति सः पथिन् किल महोदय एकनिमेषः तत्र पान्तः इति पान्तशब्दः इति यः यः इतस्ततः गच्छति सः पान्तशब्दः पुल्लिङ्गान् तत्र अकारान्तपुल्लिङ्गशब्दः पान्तः अकारान्तपुल्लिङ्गशब्दः इति वा महोदय अस्तु महोदय पान्तः इति शब्दः अस्ति वा पान्तः ग्रामं प्राप्नोति अत्र ग्रामीणः इति दत्तमस्ति आवरणे प्राप्नोति अत्र धातुः अस्ति आप् अतः आपि आपयति ग्रामीणः महोदय अत्र धातुः अस्ति अत्र क्रियापदमस्ति प्राप्नोति प्राप्नोति इति क्रियापदम् इत्युक्ते अत्र आप् इति प्र उपसर्ग धातुः आप् इति अस्ति अतः आपि आपयति इति ग्रामीणः पान्थं ग्रामं प्रापयति हा बहु समीचीनमस्ति बहु सम्यक् अस्ति अग्रे गच्छेम कस्य अस्ति विद्याभगिनी अग्रे भगिनी गृहं प्राप्नोति आवरणे अग्रजः अग्रजः भगिनीं गृहं प्रापयति अस्तु समीचीनमस्ति राजीभगिनी अग्रे दिनेशः पत्रालयं गच्छति आवरणे रमेशः अस्ति रमेशः दिनेशं पत्रालयं गमयति इति विषयः अस्ति अस्तु अग्रे लक्ष्मीभगिनी अग्रे बस् यानं ग्रामं गच्छति आवरणे चालकः अस्ति चालकः प्रयोजककर्ता बस् यानं प्रयोज्यकर्ता अतः चालकः बस् यानं ग्रामं गमयति हा सम्यक् अस्ति अस्तु अग्रे मीना भगिनी पठतु अग्रे बुद्ध्यर्थकानां धातूनां प्रत्यवसानार्थकानां धातूनाम् अत्ति खादति भक्षयति इत्येतान् धातून् विहाय शब्दकर्मकाणां धातूनां दृशधातोः च निजन्ते प्रयोगकर्तुः द्वितीया विभक्त्या भवति द्वितीया विभक्तिः भवति विभक्तिः भवति एतत् बुद्ध्यर्थप्रत्यावसनात् भक्षक अर्थ शब्दकर्मक अर्थ एतादृशधातोः अस्ति चेत् प्रयोगकर्तुः द्वितीया विभक्तिः भवति आवरणे प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति आवरणे निर्दिष्टस्य प्रयोजककर्तुः अणिजन्तवाक्यस्य च साहाय्येन उदाहरणेषु इव प्रयोज्यकर्तुः द्वितीयां कुर्वन्तः निजन्तवाक्यानि लिखन्तु उदाहरणं छात्रः वार्तां जानाति आवरणे अध्यापकः इति अस्ति अध्यापकः एव प्रयोजककर्ता अध्यापकः छात्रं प्रयोज्यकर्ता अतः द्वितीया विभक्तिः भवति छात्रम् अध्यापकः छात्रं वार्तां ज्ञापयति इति जानाति इत्यस्य निजन्तरूपम् समीचीनम् अग्रे लक्ष्मीभगिनी अग्रे शिवः विषयं जानाति आवरणे शङ्करः अस्ति अस्मिन् वाक्ये शङ्करः प्रयोजककर्ता शिवः प्रयोज्यकर्ता अतः जानाति शब्दस्य निजन्तरूपं ज्ञापयति. अतः शङ्करः शिवं विषयं ज्ञापयति. हा, बहु सम्यक् अस्ति. बालसुब्रह्मण्यं अग्रे. सञ्जालकः मार्गं जानाति. सो निर्देशकः सञ्जालकं मार्गं ज्ञापयति. हा, ज्ञापयति इत्यस्ति. अस्तु, सम्यक् अस्ति. विद्याभगिनी अग्रे. बालाः व्याकरणम् अधीयते इति अध्यापकः इति आवरणे अस्ति. अध्यापकः इति प्रयोजककर्ता, बालाः इति प्रयोज्यकर्ता. अध्यापकः अध्यापकः बालान् व्याकरणम् अध्यापयति. अध्यापयति. बालाः इति शब्दः इति तत्र लिङ्गं किम्? बालाः इति बहुवचनं, बालान् इति लिङ्गं. लिङ्गं बालः, बालाः इति पुल्लिङ्गशब्दः. बालः स्त्रीलिङ्गे अस्ति चेत्? स्त्रीलिङ्गे अपि बाला, बालाः स्त्रीलिङ्गे अपि तथा एव. हा, अतः लिङ्गं न ज्ञायते अस्य दर्शनेन. अहं पुल्लिङ्गमिति चिन्तितवती. हा, श्रीयामसि चेत् वा किं कृतमस्ति? अध्यापकः बालाः व्याकरणम् अध्यापयति. हा, बहु सम्यक् अस्ति. अस्तु, अग्रे गच्छेम. अग्रे राजेन्द्रमहोदय अग्रे. आं महोदय. छात्रः श्लोकार्थं बोधते. गुरुः आवरणे अस्ति. गुरुः छात्रं श्लोकार्थं बोधयति. हा, अस्ति. बहु सम्यक् अस्ति. सुब्रह्मण्यमहोदय अग्रे. पुनः अत्र पान्तः मार्गं जानाति. आरक्षकः इति आवरणे अस्ति. आरक्षकः पान्थं मार्गं अत्र प्रायः सूचनां ददाति इत्यस्मिन् अर्थे अस्ति. अतः ज्ञापयति. आरक्षकः पान्थं मार्गं ज्ञापयति. अस्तु, अस्ति इति अस्ति. बहु सम्यक् अस्ति. अग्रे किल भगिनी अग्रे. पूर्व उदाहरणमेव अत्रापि कुर्वन्तु. शिशु अन्नं भुङ्क्ते. माता शिशुम् अन्नं भोजयति. रुग्णः अन्नं भुङ्क्ते. माता भोजयति इति तत्र प्रयोजकर्तुः का विभक्तिः? किमर्थं च? हा हा, अत्र भोजयति इति भुज् धातोः तत्र भक्षणार्थे अस्ति. तर्हि तत्र माता इति तत्र प्रयोजककर्त्री, शिशुः इति प्रयोज्यकर्ता. इदानीं तत्र सूत्रं वयं दृष्टवन्तः पूर्वं, गतिबुद्धि प्रत्यवसान इति सूत्रं. तस्मिन् सूत्रे तत्र यदा भक्षणार्थकधातुः अस्ति चेत् तस्य तस्य कर्मपदस्य द्वितीयाविभक्त्यन्तरूपं भवति निजन्तप्रयोगे इति वयं पूर्वं दृष्टवन्तः. परन्तु तत्र केषाञ्चन धातूनां तथा न भवति इति अपि. तत्र अत्ति, खादति, भक्ष्यति इति धातूनां प्रयोगे न भवति इति वयं दृष्टवन्तः. भुज् इति धातुः तस्मिन् न अन्तर्भवति इति कृत्वा तस्य अत्र द्वितीयाविभक्त्यान्तरूपमेव भवति. हा, अस्तु. बहु सम्यक् अस्ति इति विषयः अस्ति. तर्हि प्रथमं करोतु. हा, रुग्णः अन्नं भुङ्क्ते. माता रुग्णम् अन्नं भोजयति भोजयति इति अस्ति बहु सम्यक् अस्ति अस्तु अग्रे बालसुब्रह्मण्यमन्दर अग्रे गोपालः क्षीरं पिबति आवरणे भगिनी भगिनी गोपालं क्षीरं पायति पायति युगागमः अस्ति अस्माभिः दृष्टं तस्मिन् दिने केषां युगागमः इति अस्माभिः दृष्टम् अस्तु सम्यक् अस्ति अग्रे सरला भगिनी अग्रे रुग्रः माता औषधं पिबति पुत्री पुत्री रुग्रं माता औषधं पाययति अत्र अत्र शब्दः कः रुग्रा माता पुत्री रुग्रां मातरम् औषधं पाययति मातृशब्दस्य रूपाणि माता मातरौ मातरः मातरं मातरौ मातृं मात्रे मात्र मातृभ्यां मातृभिः मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातृः मातृभ्यां मातृभ्यः मातृः मातृ पर्याप्तमस्ति विद्या भगिनी सत्यं वा तत्र प्रथमाविभक्तौ रूपाणि वदतु माता मातारौ मातारः तर्हि किमस्ति माता मातारौ अथवा माता मातरौ मातरौ न मातारौ सुब्रह्मण्यं वदतु किं वदति भवान् माता मातरौ मातरः महान् मतभेदः अत्र कर्तृशब्दस्य कृते तथा अस्ति महोदय कर्ता कर्तारौ कर्तारः परन्तु मातृशब्दस्य कृते तु अत्र माता मातरौ मातरः अपि च पिता पितापि तथा एव महोदय पितृशब्दस्य पिता पितरौ पितरः भ्राता भ्राता अपि तादृशमेव महोदय अत्र किमर्थमित्युक्ते अत्र रक्तसम्बन्धः इति अस्ति अतः भ्रातृशब्दस्य भ्राता भ्रातरौ भ्रातरः अनन्तरं प्रेषयामि तत्र केषां तत्र दीर्घत्वं भवति केषां न भवति इति तत्र सूत्रमस्ति अनन्तरं प्रेषयामि तर्हि पुनः सरला भगिनी पुनः वदतु माता मातरौ मातरः मातरं मातरौ मातृः न न वाक्यं वाक्यं सर्वे सर्वे अवधानं ददातु अत्र रुग्रां मातरं पुत्री रुग्रां मातरम् औषधं पाययति यथा उक्तवती बहु सम्यक् अस्ति अस्तु इदानीं समापयितुं शक्नुमः वा अत्र कति सन्ति अग्रे अग्रे राजेन्द्रमहोदय अग्रे आम् आं महोदय वृद्धा यवाङ्गु भुङ्क्ते पुत्री आवरणे अस्ति पुत्री वृद्धां यवाङ्गु महोदय न जानामि यवाङ्गु इत्युक्ते किमिति रैस् ग्रूवल् अस्तु अस्तु अस्तु अस्तु समीचीनमस्ति पुत्री वृद्धां यवागुं भोजयति हा सम्यक् अस्ति अस्तु अन्तिमं करोतु लक्ष्मी भगिनी भग्नहस्तः अनुजः क्षीरं पिबति अग्रज प्रयोजककर्त्री भग्नहस्तः अनुजः प्रयोज्यकर्ता अतः पिबतिशब्दस्य निजन्तरूपं पाययति अग्रज भग्नहस्तम् अनुजं क्षीरं पाययति अस्तु, बहु समीचीनमस्ति. अस्तु, समयः जातः, इतः अग्रे गच्छेम अग्रिमे सप्ताहे. इदानीमेव प्रश्नयामि कर्ता कर्तारौ अपि च पिता पितरौ इति वेदस्य सूत्रविधायकस्य प्रश्नं करोमि इदानीम्. धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः. धन्यवादः.